नमस्ते रविभ्य, सम्मासचिन्तनवर्गे सर्वेषां स्वागतम्। ॐ येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्। ऐ उन ऋक् एयोङ् ऐच् हयवरट् लण् झवगणनं झभै घडदश् झवघडदश् खफचटतचटतौ कफै शशसर् हल् इति प्रत्याहारसूत्राणि। गोमति भगिनि, तत्पुरुषसमाससूत्राणि वदतु। पठामि। तत्पुरुषः भृगुश्च भृतीयाश्रितातीतपतितव्यतात्यस्तप्राप्तापन्नैः स्वयं क्तेन खट्वाक्षेपे स्वामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्मैः कर्तृकरणे कृता बहुलं कृत्यैरधिकारार्थवचने अन्नेन व्यञ्जनं भक्ष्येण मिश्रीकरणं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोढमुक्तपतितापत्रस्तैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्राणिक्तेन सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धैश्च ध्वाङ्क्षेण क्षेपे कृत्यैर्णे संज्ञायां तेनाहोरात्रावयवः सत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजरत्पुराणनवकेवलासमानाधिकरणेन दिक्संख्ये संज्ञायां सद्धिदार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वो द्विगुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याख्यादिभिः सामान्यप्रयोगे विशेषणं विशेष्येण बहुलं पूर्वापरप्रथमचरमजघन्यः समानमध्यमध्यमवीरश्च श्रेण्यादयः कृतादिभिः तेन नन्यवशिष्टष्टेनानन्य तेन नन्य विशिष्टष्टेनानन्य सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानं कतरकतमौ जातिपरिप्रश्ने किं क्षेपे पोता युवतिस्तोक कतिपयकृष्टिधेनुवशा वेहद वष्कयणी प्रवृत्तृश्रोत्रियाध्यापकधूर्तैर्जातिः प्रशंसावचनैश्च युवा खलति फलितवलिनजरतीभिः कृत्यतुल्याख्य अजात्या वर्णो वर्णेन कुमारः श्रमणादिभिः चतुष्पादो गर्भिण्या मयूरव्यंसकादयश्च पूर्वापराधरोत्तरमेकदेशीनैकाधिकरणे अर्धं नपुंसकं द्वितीय तृतीय चतुर्थ तुर्याण्यन्यतरस्यां प्राप्तापन्नेन द्वितीयया कालाः परिमाणिनानय ईषत्कृता षष्ठी याजकादिभिश्च न निर्धारणे पूरणगुणसुहितार्थसद्व्यवतैव्य समानाधिकरणेन पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च क्रीडकाभ्यां कर्तरि च नित्यं क्रीडाजीविकयोः कुगतिप्रादयः उपपदमतिम् अमैवाव्ययेन तृतीया प्रभृति नन्यतरस्यां त्वाच्च तत्र समासान्त अपि पठतु. तत्पुरुषस्याङ्गुलेः सङ्ख्याव्यव्ययादेः अहं सर्वैकदेशसङ्ख्यादपुण्याच्च रात्रेः अह्नोन्ह एतेभ्यः न सङ्ख्यादेः समाहारे उत्तमैकाभ्यां च राजाः सखिभ्यश्च गोरदभिदलिति अग्राराध्यायमुरसः अनोशमायमसरसां जातिसंज्ञयोः ग्रामकौटाभ्यां च तक्ष्णः अतेः शुनः उपमानादप्राणिषु उत्तरमृगपूर्वाच्च तक्ष्णः नावो द्विगोः अर्धाश्च खाजाः प्राचां द्वित्रिभ्यामञ्जलेः अनसन्ताननपुंसकच्छन्दसि ब्रह्मणो ज्ञानपदाख्यायां कुमहद्भ्याम् अन्यतरस्याम् इति. धन्यवादः भगिनि. Bhagini, can you explain that we had a doubt last class about Masam Atita Rama, no? Rama, Masam Atita Krishna, which Vidya Bhagini explained. Yeah, what I have understood, Masa Atita Krishna. Actually, when we give just words, it doesn't give the meaning of the Samasta Padam properly. For proper understanding, we have to give the full vakya. So, Masatita Krishnaha Mama Bhratrubhyaha Mama. Actually, I want to say Masatita Krishnaha is elder to my brother. So, if we say like that, you know, there is Masa, which is Kalavachaka Shabdaha, Atita, which is Shabdaha, which we have to use in Dvitiya Vibhakti. We have to use Dvitiya Vibhakti by the Srita Atita Patita Sutra. So, two Sutram Karyam Karoti Atra. Just a minute, just a minute. Someone has come. You have it in the WhatsApp, no? 1 minute. Who has joined on the telephone? Is it Sarala, Usha, or who? I mean, I can see somebody has logged in from the telephone. 914-886-3027. I cannot participate, okay? I just listen, okay? Sorry. Who is this? I didn't answer. Sarala. ओके सर्ल अस्तु चिन्ता मास्तु बिकास् द नेम् डज़न्ट् कम् सो ऐ वास् वण्डरिङ्ग् हू इस् दट् यस् गोमती भगिनि एकनिमिषम् ओके. Yeah, for the benefit of all, while Gomati Bhagini is taking that paper, I'll tell you. In the last class, we had a question where Masa Atita, whether it will come, it is the Tritiya Tatpurusha. Whether Masa Atita will come in Srita Atita, Dritiya Srita Atita Patita, Gattesta Prapta Pannai, because Atita Padam is there in that. Because Masam is there, whether it will come in the Kalaha, it is. Parasutram asti. So there was a discussion on that. Since Kala is a Parasutram, Palasutram Balavad Bhavati iti krutva, Kala Sutrena Bhavati Vyatat Purusha iti eka chintanam. Kintu Gomati Bhagini chintanam tadasti Atita iti Pritak Uktatvat Didiya Tatkrutartha द्वितीयस्वितातीता पतितगत्यस्तप्राप्तापन्ने इति सूत्रेण एव भवितुमर्हति अतीता इति उक्तत्वादिति तत् प्रश्नं विद्याभगिन्या यत्र चर्चितं तत् विद्याभगिन्या उत्तरं प्राप्तमस्ति यत् गोपदी भगिनी अधुना वदति. वदतु भगिनि. प्राप्तं वा? या या ऐ गाट् इट् ऐ गाट् इट् वदतु. एस् महोदय हस् एक्स्प्लेन्ड् कालाः शब्दः इस् देर् अतीतशब्दः इस् देर् सो वि विच् सूत्रं वि हव् टु यूस् दट् वास् दि डौट् कालाः सूत्रं वि हव् टु यूस् और् श्रुतातीतपतित वि हव् टु यूस् दट् वास् द डौट् इन् बौद्ध सूत्र द्वितीयविभक्ति विल् ओन्लि कम् दट् वि नो but which sutra we have to put. I put the question to last class we discussed, and since we couldn't find the answer, Vidya Bhagini clarified it, and Vidya Bhagini has written, let's say your vakyam is Ramah masatitah krishnasya apekshaya. I'll read it again. Ramah masatitah krishnasya apekshaya. So with a sentence only we can understand the samasta padasya meaning properly. So tarhi Vidya Bhagini, quote again, quote tarhi atra atyanta samyogah asti masasya api ramasya atah kalaah ityanena na bhavati dvitiya shrita atita ityanena eva bhavati iti her answer. I'll read once again. रामः मासातीतः कृष्णस्य अपेक्षया. दिस् इस् द सेण्टेन्स्. द क्वश्चन् इस् फार् मासातीतः विच् सूत्रम्. तर्हि कोट् अत्र अत्यन्तसंयोगः अस्ति मासस्य अपि रामस्य, अतः कालाः इत्यनेन न भवति, द्वितीया श्रित अतीत इत्यनेन एव भवति. दिस् इस् हर् आन्सर्. नौ मासातीतः, if we take the meaning as atyanta sanyoga is there, if atyanta sanyoga is there, we cannot use the kridanta shabdah, we have to use a subanta shabdah. Atah atyanta sanyoga if we take, and then atita is also there, so we have to use shruta atita patita only as the working sutram for this masa atitah samasta pada. Okay, thank you Bhagini. Here my question was still which is not clear to me privately. The pardon, did was that sent privately to Amshi Sudha Bhagini? Yeah, it was a question, email question, a WhatsApp chat question to Vidya Bhagini, and she answered it to Gopati Bhagini on that question. Not in the WhatsApp group, right? No, not in the group. It was a her personal chat to Vidya Bhagini, and she replied to Gomati Bhagini as a personal answer. But since the question was raised in the class, she shared it with me so that we can discuss in the class today. That is why we are discussing that. So my question, Gomati Bhagini, still is that where is Rama and Kalavachi Masa Atyanta Samyogam? How do you explain? Because if you say Muhurtam or Pratipadam or Purnima or Amavasi, you say, then Masa Sambandha Atyanta Samyogam Asti. Ramasya Kalavachi Masa Shabdena Kadam Atyanta Samyogam Bhavati Iti Na Janami. Mahodaya, Atra Ramasya is not important. Whether it is Ramasya, Krishnasya, whomsoever, it is the masa which points to the age of Rama. That word is important. So that word shows kalam, and that kalam is atyanta samyoga with age. There Ramasya age, that the kala shabda, masa shabdaha suchayati. That is why atyanta samyoga comes there. Rama, Krishna or Gomatyaha, anybody's, doesn't matter at all here. No, that is why. Atita. Yeah. So either that what you want to say is that रामस्य आयुः मासातीतः कृष्णस्य. It points to that meaning. Okay. So the word ayu is missing. That's why I was wondering how the samyoga comes. Because something has to be in the kala when atyanta samyoga has to come. Keep that in mind. Like muhurta or amavasi, purnima or pradipada, like that, which are all related and existing in the kalavaji shabda. Whether it is masa or, you know, what do you call, the other measurement, like, you know, seasons, Grishma, Vasanta, all those things are Kalavachi Shabdas. But Rama is kevalam subandham asti. So subandham kadam achyanda samyogam prapnoti masa kalavachi shabda kalavachi shabdena saha. तदेव मम प्रश्नोति. यदि आयु इति अर्थं स्वीक्रियते चेत् रामस्य आयुः तत् कालवाचीशब्दस्य अत्यन्तसंयोगं भवति. तत् समीचीनमेव. बिकास् ऐ डिन्ट् टेक् द वर्ड् वर्ड् वाय् आयुः इन् दयुज् वयः वयः ओके टेक् दि वयस् ऐ मीन् द एज् Right. Thank you, Bhagini. Appropriate. Yeah. Okay. Thank you. Okay. Now we will go toward the Tritiya Tatpurusha Samasaha. Kartrikarane Krita Bahulam Iti Mukhya Sutram Asti Tritiya Tatpurusha Samasa Sambandha Vishayi. Sharmila Bhagini Patati Ma? Sharmila Bhagini? No, Chet. Rohini Bhagini Padma. Yeah, she has come. Yeah, Sharmila Bhagini Padma. Sharmila Bhagini. Kartari Karane Chitya Sarva. Kartari Karane Cha Tritiyantasya Subantasya Kridantena Saha Tritiyata Purusha Samasaha Bhavati. कर्तृकरणे कृता बहुलम् कर्तरीकरणे च या तृतीया तदन्तं कृदन्तेन सह बहुलं समस्यते तत्पुरुषश्च समासो भवति. कर्तरी या तृतीया विभक्तिः करणे वा या तृतीया विभक्ति सा कृदन्तेन बहुलं समस्यते. कर्ता च करणयो करणञ्च तयोः समाहारद्वन्द्वः कर्तृकरणं तस्मिन् कर्तृकरणे. कर्तृकरणे सप्तम्यन्तं कर्ता तृतीयान्तं बहुलं प्रथमान्तं त्रिपदम् इदं सूत्रम्. सुभामन्त्रे पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. प्राक् परात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः सः सुपा इत्यस्य अधिकारः. विभाषा इत्यस्य अधिकारः यद्यपि अस्ति तथापि तस्य सम्बन्धः न भवति सूत्रार्थेन सह, यतोहि अत्र बहुलम् इति शब्दस्य ग्रहणम् अस्ति येन विशिष्टार्थस्य उपलब्धिः भवति. तत्पुरुषः इत्यस्य अधिकारः तृतीया तत्कृतार्थेन गुणवचनेन इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं कर्तृकरणे तृतीया सुप् कृता सुपासः बहुलं तत्पुरुषसमासः. अत्र अहं चिन्तयामि, अहं गतकक्षायां नास्मि नासत् परन्तु अत्र तृतीयान्तं सुबन्तेन सह कृदन्त शब्दस्य बहुलम् इत्युक्ते विभाषा वा समस्तसमास भवति इत्युक्ते व्यस्तप्रयोगः अपि सः कर्तुं शक्यते, समस्तस्य उपयोगमपि कर्तुं शक्यते. तत्र कर्ता अथवा कर्तरी इत्युक्ते तृतीयान्तं पदं भवेत् इति. अत्र कर्तृकरणे तृतीया तस्य विवरणं दातुं शक्यते वा? तत्र कर्ता करणम् इत्युक्ते तृतीयान्तं भवति, हेतुः अस्ति चेत् तत्र तृतीयान्तं भवति. अपि च कर्मणि प्रयोगे अपि कर्ता तृतीयान्तं भवति. एवं वा? आम्. यत् सुबन्तम् अनुवृत्तिसहितसूत्रं पश्यति चेत् वदति कर्तृकरणे तृतीया सुप्, तत्र सुबन्तं तृतीयान्तम् अवश्यं भवेत्. किन्तु कीदृशतृतीयान्तं पदं? कर्तरि तृतीया अथवा करणतृतीया इति उभयरूपाणि सिद्ध्यति. इति इत्युक्ते कर्तृपदं तृतीयान्तं पदम् अस्ति चेत् एवं करणपदं तृतीयान्तं पदम् अस्ति चेत् तेन सुबन्धसः तत्पुरुषसमासः भवति बहुलम् इति उक्तत्वात् अस्य अन्य चत्वारि अर्थानि सन्ति, अधोभागे दत्तमस्ति, तत् अनन्तरं दृश्यमा. किन्तु बहुलम् इत्युक्ते विभाषा इति वक्तुं शक्यते. तत्र मुख्य अर्थं यदस्ति कि कर्तृत्व तृतीयान्तम् एवं करणार्थ. There are two conditions which we have to keep it in mind. If the karta is a tridiyantam sup or karanartha karana tridiyantam subandham asti, and because of the tritiya there is a krita, tena krita, kartrina kritam athava karanena kritam iti subandha sahita समासं भवति. अग्रिममपि पठतु भगिनि. अस्मिन् तृतीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जनसंज्ञा भवति. उपसर्जनसंज्ञानन्तरं तृतीया इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम् इति सूत्रेण. भाष्यकारस्य बहुलम् इति शब्दस्य प्रयोगेण सूत्रे कृत् इति शब्देन केवलं क्तप्रत्ययस्य एव ग्रहणं भवति. अतः केवलं क्तप्रत्ययान्तानां शब्दानाम् उदाहरणानि एव द्रष्टुं शक्यन्ते. अत्र कर्तृकरणे तृतीया बहुलम् इति सूत्रे तृतीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः प्रथमानिर्दिष्टम् उपसर्जनम् इत्यनेन इति सूत्रेण तृतीया इति शब्द उपसर्जनसंज्ञा भवति. अपि च उपसर्जनं पूर्वम्, अतः तृतीयान्तं यः सुबन्तम् अस्ति तस्य पूर्वनिपातः भवति. अपि अत्र सूत्रे बहुलम् इति शब्दस्य प्रयोगेन कृदन्त कृत् प्रत्ययान्तशब्दस्य एव ग्रहणं भवति, अतः तानि उदाहरणानि एव दृश्यन्ते इति. सम्यक्, धन्यवादः भगिनि. अग्रिम गोवती भगिनी पठति वा बहुलम् इति शब्दस्य व्याकरणे तत्र आरभ्य? गोमती ओके ऐल् रीड्. बहुलम् इति शब्दस्य व्याकरणे लक्षणम् एवं भवति. क्वचित् प्रवृत्तिः, क्वचिद् अप्रवृत्तिः, क्वचित् विभाषा, क्वचिद् अन्यदेव. विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति इति भाष्यकारः वदति. सूत्रप्रवृत्तियोग्यस्थले तु भवति, कुत्रचित् प्रवृत्ति अयोग्यस्थले अपि भवति. क्वचित् सूत्रप्रवृत्तियोग्यस्थले सूत्रप्रवृत्ति अयोग्यस्थलेपि न भवति कुत्रचित् विकल्पेन भवति, कुत्रचित् भिन्नमेव भवति. अर्थात् निर्दिष्टार्थ अतिरिक्तार्थे अपि भवति, निर्दिष्टार्थ अतिरिकार्थे अपि भवति, बहुलम् इति शब्दस्य योगार्थः अस्ति बहून् अर्थान् लाघि स्वीकरोति इति, अनेकान् अर्थान् प्राप्नोति इति. बहुलम् इति शब्दस्य व्याकरणे बहवः अर्थाः सन्ति. कुत्रचित् नित्यम् इत्यस्मिन् अर्थे भवति, कुत्रचित् विकल्पेन इत्यस्मिन् अर्थे भवति, कुत्रचित् प्रसक्तिः एव न भवति, कुत्रचित् अन्यः एव अर्थः भवति निर्धारितार्थं विहाय अन्य अर्थः. अस्मिन् सूत्रे बहुलम् इत्यस्य सामान्यतया विकल्पेन इति अर्थः स्वीक्रियते. महाभाष्यकारस्य वाक्यमस्ति अत्र. प्रवृत्ति इत्युक्ते कार्यं, सूत्रमस्ति, सूत्रं वदति एतत् प्रकारं कार्यं भवेत् इति सूत्रं वदति. परन्तु यदा यदि सूत्रे बहुलम् इति पदं पाणिनिना दत्तम् अस्ति चेत् बहुलम् इति पदस्य अर्थः कः इति व्याख्यानार्थं महाभाष्यकारः वदति, सूत्रे यद् उक्तं तत् कार्यं क्वचित् भवति, क्वचित् न भवति, क्वचित् विकल्पेन भवति, क्वचित् सूत्रे यदुक्तं तस्य अन्यदेव किमपि भवति इति चतुर्विधम् अर्थं सूचयति बहुलम् इति पदम्. बाहुलकम् इत्युक्ते यत् बहुलस्य भावः तत् बाहुलकम्. क्वचित् प्रवृत्तिः कार्यं भवति, क्वचित् अप्रवृत्तिः कार्यं न भवति, क्वचित् विभाषा विकल्पेन कार्यं भवति, क्वचित् अन्यदेव. क्वचित् अन्यदेव इत्युक्ते यद् उक्तं तस्मात् अन्यत् किमपि भवति इति चतुर्विध अर्थः भवति बहुल इति पदस्य. तदेव अस्माभिः एतत् कर्तृकरणे कृता बहुलम् इति बहुलं पदं सूचयति. परन्तु अत्र अस्माभिः विकल्प अर्थ एव स्वीकरणीयम् इति अत्र व्याख्याने वदति. अस्मिन् सूत्रे कर्तृकरणे कृता बहुलम् इत्यस्मिन् सूत्रे बहुलम् इत्यस्य सामान्यतया विकल्पेन, विकल्पेन इत्युक्ते समस्तपदं भवति व्यस्तपदं भवति इति चिन्तयामि, विकल्पेन इति अर्थः एव स्वीक्रियते इति. सो महाभाष्यस्य महाभाष्यकारस्य व्याख्यानेन बहुलम् इति पदस्य अर्थः व्यक्तं भवति. अस्तु, किन्तु धन्यवादः भगिनि. किन्तु मम प्रश्नम् अतीवं भगिनि, यदि विभाषा अपि विकल्पं विकल्पं सूचयति, बहुलमपि विकल्पं सूचयति चेत् बहुलस्य पृथक् उक्तत्व आवश्यकता केन कारणेन इति एव मम प्रश्नम्. विभाषा अपि विकल्पं सूचयति, विभाषा अधिकारे अस्ति इति कृत्वा विकल्पं सूचयति प्रथमं यदा पूर्ववत् तदस्ति. महाविभाषा अधिकारे एव अस्ति एकसूत्रम्. आम्, तदस्ति, तद् वर्तते एव, तत् अधिकारस्य अन्तर्गतम् अस्ति इति कृत्वा विकल्पमर्थं स्वीकरोति सर्वदा. किन्तु किन्तु अस्मिन् सूत्रे बहुलम् इति पदस्य पृथक्त्व आवश्यकता का? My thinking is, yeah, by this sutram, somewhere in the literature, kavya, or somewhere, bahulatvena, anyapada, arthaha also would have happened. That is why Panini says here, you have to take bahulam. But normally, you go for vibhasha here. Samanyataya, you take the vibhasha meaning only. But बहुलम् अपि कार्यं करोति अन्यत्र कुत्रापि. वि डु नाट् ऐ डु नाट् नो एनिथिङ्ग् अबौट् संस्कृतकाव्य ओर् एनिथिङ्ग्. वाट् एवर् इस् थाट् इन् द क्लास् दट् ओन्ली इस् मै विद्याभ्यासम्. ऐ डोण्ट् रीड् अनदर् थिङ्ग्. मीन्स् so far I have not read anything outside this. So mama literature parichaya is bahu swalpam asti, but my thinking is bahulam vidya sutram by bahulam works somewhere else in Sanskrit bhasha. Yeah, no, that is only an anumanam. So what I was my question was, if it is vikalpa is the meaning to be swikaranam, I mean if that is to be accepted here also, why should the pruthak bahulam then Vidyabhagini should have given, even though samanyadaya vikalpam bhavati chet kutrachit stale vibhasha vikalp bahulatvena anya karyam bhavati iti udaharanam na dattam atra, tat karanena eva mama bhrama jata. You agree with or not? क्षम्यताम् अग्रिमवाक्ये तत्र व्याख्यानमस्ति किमस्ति बहुलग्रहणं किमर्थम् इति पठतु भगिनी पठतु रोहिणी भगिनी पठतु रोहिणी भगिनी व्याख्यानेषु कुत्र सूत्रस्य अप्रवृत्तिः इत्यस्य एकम् उदाहरणं दीयते बहुलग्रहणे कुत्र अप्रवृत्तिः इति चेत् दात्रेण लूनवान् इत्यत्र दात्रेण लूनवान् अत्र करणार्थे दात्रेण इति तृतीयान्तस्य शब्दस्य कृत् प्रत्ययान्तेन लूनवान् इति शब्देन सह समासः न भवति प्रकृतसूत्रे बहुलग्रहणात् तव तु शत्र शानच् इत्यादीनां कृदन्तानां योगे तु समासः न भवति किमर्थं बहुलग्रहणम् इत्यस्य अपि व्याख्यानम् अत्र दीयते सामान्यतया विकल्पेन इत्यर्थं स्वीक्रियते परन्तु कुत्रचित् अन्ये अर्थाः अपि स्वीक्रियते बहुलग्रहणेन तदर्थं बहुलम् इति सूत्रे उपयुज्यते इति मम अवगाहम् दात्रेण लूनवान् अप्रवृत्ति राइट सो बट इन ओनली स्पेसिफिक केसेस ओनली इट इज कमिंग बट नॉट इन एज जनरली सामान्यतया विकल्पम एव स्वीकरणीय अत्र सूत्रं वदति कर्तरि करणे च या तृतीया तदन्धं कृदन्तेन सह बहुलं समस्यते तत्पुरुषश्च समासो भवति इति प्रथमवाक्यमस्ति तत्र कृदन्तेन इति उक्तं सो वि शुड् नाट् मिस्टेक् इट् फार् तव तु अनियर् इति अन्यकृत्प्रत्ययाः अनेकाः सन्ति So we should not take any and every kridanta pada. We have to take only ta. Itadi artham bhavati va atah kevalam ta pratyayantanam shabdanam udaharanani eva drashtum shakyante. Sutre dattamasti kartr karane कृता बहुलं कृता ओके कृता इत्युक्ते कृतन्तेन इति ओके कृदन्तेन सो वी केनाट् टेक् दि 140 160 कृदन्त प्रत्ययः अस्ति न सन्ति न एण्ड् एस् भगिनी सेड् दट् इस् आल्सो ए वेरि गुड् एक्स्प्लेनेशन् रैट् ऐ मीन् प्राक्टिकल् एक्स्प्लेनेशन् दत्तवान् लूनवान् तव तु प्रत्ययस्य योजनेन डोण्ट् टेक् तव तु टेक् ओन्लि तव तु शत्रुशानच् इत्यादीनां कृदन्तानयोगे तु समासः न भवति अप्रवृत्ति सूचयति सम्यक् पुष्पा भगिनी उदाहरणं पठति वा अस्तु महोदय कर्तृते तृतीय रामेण हतः रामहतः रावणः कर्तृतृतीयायाः कृदन्तेन सह समासः रामयोगः टायोगः हतायोगः सु इति अलौकिकविग्रहवाक्यं कर्तृकरणे कृता बहुलम् इति सूत्रेण तृतीय तत्पुरुषसमासः रामहतः वाली इति वाली अस्ति रामहतः इति समासेन कः उक्तः इति चेत् कर्म एव उक्तं भवति कर्म एव उक्तं भवति यतोहि प्रत्ययः कर्मार्थे अस्ति अतः रामहतः कः इति चेत् वाली इत्यर्थः रावणः नास्ति वा अस्तु तत्तु रामेण हतः रामहतः रावणः कर्तृतृतीयायाः कृतन्तेन सह समासः अस्तु त रामहतः तु रामहतः एकसमासः अस्ति तत्र कर्तृतृतीयायाः कृतन्तेन समासः आगच्छति रामयोगः टायोगः हतायोगः सु इति अलौकिकविग्रहवाक्यमस्ति कर्तृकरणे कृता बहुलम् इति सूत्रेण तृतीयतत्पुरुषसमासः आगच्छति रामः वाली अस्ति ओके प्लीस् ऐ मीन् क्लास् रामहतः वाली अस्ति रामहतः इति समासेन कः उक्तः इति चेत् कर्म एव उक्तम् तत्तु ओ रावणः अपि अस्ति रावाली अपि अस्ति रामहतः वाली अपि अस्ति तत् तदैव वयं स्पष्टतया वदामः रामहतः इति समासेन कः इति उक्तः चेत् कर्म एव उक्तं कर्म एव तत्तु रामहतः तत् कर्मं करोति यतोहि क्ताप्रत्ययः कर्मार्थे अस्ति तत्तु क्ताप्रत्ययः इति वदनेन हतः हतः तु क्ताप्रत्ययः तथैव ऐ मीन् हतः क्ताप्रत्ययः हतः इति पदस्य पदे क्ताप्रत्ययः अस्ति तत्तु कर्मार्थे अस्ति क्ताप्रत्ययः कर्मार्थे अस्ति अतः रामहतः कः इति चेत् वाली इति अर्थः न I mean, at that time I don't understand why Ravana api ka Ramahataha, na? Mahadeya? Vision. Ramahataha Ravanaha iti bhavati. Ravanaha, yes. It, vali iti artan katamba, kutratit agati. I'm sorry, maybe in Ramayana or something like that. Is that what you're trying to say? No, my question is, huh. in the first sentence, Ramena Hataha iti uktatvat, Ramena Hataha iti kasya bodham jayate. Ravanah api आगच्छति वाली अपि आगच्छति द्वे अपि ऐ मीन् द्वे अपि रामहतः सो मै क्वश्चन् इस् वेदर् देर् इस् एनि मिस्टेक् इन् द रैटिङ्ग् अत्र इन् द लास्ट् सेण्टेन्स् वेदर् रामहतः कः इति चेत् रावणः इत्यर्थः भवति वा वाली इति भवति वा तदेव तद् I have a feeling it's in the book, like, not, not I mean Bhagavata, but in probably in no, it is from Ramayana, there is no doubt about it. Yeah, Ramayana, Bhagini, my question, Pushpa Bhagini, my question is रामहतः क इति चेत् वाली प्रथमवाक्ये वाली कुत्रापि नास्ति. रामहतः रावण एव अस्ति. अत्र वाली सङ्गणदोष वा अथवा कुत्रतः आगतः? तत्समीचीनं. तत्तु तत्तु कहान् दट् इस् देर् इन् द स्टोरि. ऐ एम् नाट् डिनैङ्ग् दट्. बट् इन् द गिवन् सेण्टेन्स् वाली इस् नाट् मेन्शन्ड् अट् आल्. रामेण हतः रावण रामहतः इति रावण इति स्टेट्मेण्ट् वि आर् अनलैसिङ्ग्. दिस् इस् ग्रामर् नाट् अनलैसिङ्ग् स्टोरि. ऐ नो ऐ नो बट् अत्र कङ्कणदोष अस्ति इति मन्ये महोदय. It has to be either Ramahataha Vali or Ramahataha Ravan, then it has to be Ravan. Ravan later. Only, no? Yeah. I think so. Yeah, but even really it is just a copy-paste from somewhere. You know, so, okay, so Vali, there should be Ravana there. Huh? Right. There should be what? Instead of Vali, the word that printing is a error. Instead of Bhagani has written Vali, actually instead of Vali she should have used Ravana there, then only that you can annoyam with the purva pada purva vakyasya. Yeah, but I think she is trying to say ataha ramahataha vali asti iti vadatira na tatra ataha ramahataha kaha iti chet vali iti artha ravana iti artha iti iti भवति. रामहतः वाली अस्ति इति वदति अत्र पुष्पाभगिनी लिसन्. ई वाली इस् देर् इन् द सेकेण्ड् इन् द लास्ट् सेण्टेन्स् देन् इन् द फस्ट् सेण्टेन्स् आल्सो वाली शुड् बि देर्. नाट् नेसेसरिली रामायण अपि Now forget about Ramana, Ravayana, Ramana and everything. Just take two names. Gopala, Ramahata, Suresha Hataha Gopala. Suresha Hataha Gopala. Now if I say that, what will you use somewhere, some other name here in the last sentence? No. You'll have to make the sentence correct. Anuyanta... You have to connect the between the first sentence. But I'm trying to say that she said in the second sentence, Ramahataha Vali. Okay. Okay. I'm going to send an email to Vidya Bhagini to make that. Yeah, sure. That's okay. Fine. But in my opinion, both are... No, you are telling from the story point of view. I'm not denying that. No. Here, Ramahataha Vali asti iti vadati, na? तत्र अतः रामहतः कः अस्ति इति चेत् वाली इत्यर्थः. अत्र रामहतः वाली अस्ति इति वदनेन अतः रामहतः कः इति चेत् वाली इत्यर्थः. द्वितीय उदाहरणं पठतु. हरिणात्रातः गजेन्द्रः. गजेन्द्रमोक्ष त्राणक्रियायां हरिः कर्ता. त्राणक्रियायां हरिः कर्ता. तत् सम्यक् अस्ति न? तत्र तदेव वदति. तत्तु अत्र हरि योगः टा योगः त्रात योगः सु. सम्यक्, धन्यवादः भगिनि. शर्मला भगिनि, तृतीयचतुर्थम् अहं पठितवती. रोहिणी भगिनी, रोहिणी भगिनी ओके रोहिणी भगिनी महोदय थर्ड् अण्ड् फोर्थ् एक्साम्पल् अहिना हतः अहि हतः किल्ड् बै अ स्नेक् परीक्षित् अहिना हतः अत्र हननक्रियायां कर्ता परीक्षित् भवति अहि भवति अहिना अत्र अहिना हतः अहि हतः इति समासः व्यस्तप्रयोगे अहिना हतः अन्यैः पुष्टा अन्यपुष्टा फीमेल् कुक्कु पिकि अन्यैः पुष्टा इति व्यस्तप्रयोगम् अन्यपुष्टा पोषणक्रियायाः कर्ता अन्य एव अन्यै एव किमपि भवतु अन्यैः पुष्टा अन्यपुष्टा अन्यपुष्टा पिकि अन्यपुष्टा पिकि व्यस्तप्रयोगे अन्यैः पुष्टा सम्यक् नौ महोदय धन्यवादः वदनेन किम् अर्थः भृतः पुष्टः भृतः भृतः भृतः मीन्स् इस् अगेन् पृष्ठा सेम् बोत् आर् द सेम् मीनिङ्ग् पुष्टा एण्ड् भृता सेम् मीनिङ्ग् भृता मीन्स् भृ भरति भरति मीन्स् टु फिल् अप् आर् टु नर्चर् फ्रम् भृ धातु यु गेट् भरति नो सो वाट् या भृता मीन्स् ऐदर् फिल् अप् आर् नर्चर् or to you know to that is the meaning brit dhatu I think poshanarthe asti atra so brita and pushta is the meanings are the same श्री ब्र डुब्रिञ् धारणपोषयो इस् द धातु युहोत्यादिगणे युहोति टु वेर् टु बेर् टु सपोर्ट् टु नरिश् टु प्रोटेक्ट् अस्तु अस्तु महोदय ओके नौ भगिनी वास् टाकिङ्ग् अस् टु मेक् सम् सेण्टेन्सस् यूसिङ्ग् दिस् नो कर्तृकरणे तृतीया बहुलं सो शर्मला भगिनी केन् यु ट्रै सम् सेण्टेन्सस् बीङ्ग् मेड् और् यूसिङ्ग् I think let the others try and then I think, okay. I think you think in the meanwhile you think Gomati Bhagini I made one sentence with difficulty prasada stutah prasada stutam rasimham drishtva hranyakashipu atyanda bhayachakitah abhavat prasada stutah that is my samasta pada प्रह्लादेन स्तुतः प्रह्लाद इस् इन् कर्तरि अर्थे तृतीया विभक्तौ अस्ति स्तुत इति स्तुयोगता शान्तपदमस्ति अतः ऐ थिङ्क् दिस् विल् वर्क् प्रह्लादस्तुतः ओके प्रह्लादस्तुतः मै सेण्टेन्स् इस् प्रह्लादस्तुतं नरसिंहं दृष्ट्वा हिरण्यकशिपु अत्यन्त भयचकितः अभवत् सम्यक् भगिनि सम्यक् सम्यक् सो हियर् वि आर् आल् मेकिङ्ग् द प्रथम एकवचनम् इन् द एक्साम्पल्स् हियर् वाट् भगिनी हस् गिवन् बट् वेन् वि यूस् इट् इन् द सेण्टेन्स् दट् वि हाव् टु कन्वर्ट् इट् इन् टु द्वितीय एकवचनम् और् द्वितीय बहुवचनम् और् वाट् एवर् मे इस् द केस् right? But we have to, Dvitiya Vibhakti will have to be used. Because then it will be only, because Karanartham, then only till the Karanartham will come, no? So, if we are taking this first example, Ramena Hataha, Rama Gataha Ravanaha. Now, this is because of Kartrartha Tridhiya. You know, Kartri Tridhiya. Where is the Karmartha Tridhiya? Karmani Tridhiya. Karmani Tridhiya, anya sentence, anya vakyam, how we have to make? Karmani Tridhiya eva bhavati, kartarthe adhava karanarthe eva tridhiya bhavati. I think like that. Yeah. Yeah, so if in Gomati Bhagini's sentence, suppose if you say that, you know, Prahlada Stutaha Vishnuhu Sandusha Bhavat. Tadeva. Ramahataha Ravanaha Swargam Gacchati. Samyak? That is correct, Mahodaya. Prahlada Stutaha Vishnuhu. Okay. I used it in Sam Vishwa. That's all. I know. What I'm thinking is that we are thinking aloud. I'm not saying you are wrong. But I'm thinking that whether we can use it in the Kartararte or Karanarte. Once the Samastapadam is formed, what form we use is depending upon the vivaksha of the sentence. Right? Yeah, but here only Kartrarthe is possible. Prahlada Stutaha. For Karanarthe, Nakhai Bhinnaha Hiranyakashipu Mrita. So Nakhai Bhinnam Hiranyakashipu. Nakhai Bhinnam, you should be in Dvitiya. Dvitiya Vibhakti or Prathama Vibhakti? I can join everything. Prahlada Stutaha. Prahlada Stutam. Even Gomati Bhagini, one thing which I noticed in this thing is that the smaller the sentence, easier to understand the meaning. Because when you make it long for explanation purpose, what happens is that the subsequent words also will call for attention, whether it is a samastavadam or whether it is something like that, you know. So, make it as a... Okay, Mahode. Vidyutachalitena yanena gachami. Come again? Vidyutachalitena yanena gachami. Huh? So vidyutachalita is like vidyutena chalita, right? Electric car. Yeah, right. So that should work, right? So there it will be right. The third vibhakti, chalitena. Yeah, it can come in any vibhakti, that's right, depending upon the usage. But, right, I got to what you are saying. So, what makes the difference is whether the Purvavadam is Kartrapadam or Karanapadam is what is to be seen. And that has to be in a Tritiya Vibhakti for the Tantam, Tata Pratyaya. Right? Yeah. Yeah, that is what we have to understand, no? Sharmila Bhagini, you are also right. So, okay. So, Vidyuta Chalita, Chalitena Yanena Amgachavi, right? That's what you said, no? Yes. Okay. So you are traveling by an electric bus. Yeah. Driven by electricity. Right, right. Good. So then we will go. What we'll have, we have that Parena Brutaha. Sarvala Bhagini, you studied that example? No. Parena Brutaha, fourth one, fifth one onwards. I'll start with it. Parena Brutaha. परभृतः शावकः परेण भृतः अत्रापि फीमेल् कुकु इति कुकु इति अर्थः भवति खलु शावकः इति परभृतः शावकः सो दि कुकूस् बेबीस् आर् द वन्स् दट् आर् बीङ्ग् टेकन् केर् आफ़् बै दि क्रो राइट् या शावक इस् ए यङ्ग् एनि एनिमल् It may not be anything. So yeah. It can be any animal, not necessarily a, it can be a baby bird also. Any animal. Young, what is that meaning says is that yeah. Young Paran animal of any bird. Shavakaha Shaitarma Pesanti. Right, something like that. Okay. Pragnayahinaha. So, Pragyayahina. Pragyayahina ityukte does not have talent. What? No, Bodharahitaha, na? See, Pragyayahina is to indicate he lost consciousness. Pragyayahina. Oh, okay. Pragya is consciousness. Mm-hmm. So, Prajnyahinha Purushaha Ambulance Madhye Gachati. I don't know. I know Hindi, Marathi and Japanese names for it. I don't know the Sanskrit name for it. No. Prajnyahinha Purushaha Bhumau Patitam. Mm-hmm. Right? Yeah. Make it easy. Right. Because we bring ambulance and all this. I know it is an easy way of our English thinking. But to make it simple in Sanskrit, this is that he fell on the floor. Right? Yeah. Okay, next one. Or Vaidyaha Prajnyahinam Upcharayati. Upcharam Karoti. Prajnyahinasya. Upcharam karoti. Upacharati. Yeah. Right. Paraihi bhritaha, carried or nourished. Again, parabhritaha, that's a duplicate. Parabhritaha shav. This is a bahuvachanam, that's all. Yeah. Vidyaya rahitaha. Balibhihi. Strength pushtaha, bali pushtaha, bhimaha bali pushtaha. Devena trataha, deva trataha, devena khataha, dish, deva khataha. Aravindam hode devena trataha, ham devena khataha. चौरैः हृतः आरक्षकेण चौरहृतः आभूषणानि got them back. How will you get got it back? Yes, got them back. How will you say in Sanskrit? Thinking. I was hoping one of you would know the vocabulary. But making it complicated for yourself. उपलभ्यते उपलभ्यते इस ओके उपलभ्यते इस बिकम्स अवेलेबल या so that becomes available and what I told in the class was chore kritam dhanam arakshaka anishyati aniyate or ani anayanti or no I said anishyati so arakshaka anishyati yes yes yes anishyati is looks for it or anayanti is wrong No, if I am the owner and my Abhushanani was stolen, they are bringing it back to me. Then you have to specify that. That becomes too long a sentence, idea. Yeah. Make it simple. Okay. Karanarte Tritiya. This has been taken in the class? Not yet, no? No, not yet. I think there was a lot of discussion in the class, I think. Right. Quite a lot of discussion, and that's why I don't think she went up to that. She actually asked us to make these sentences, which is very good. Yeah. Bhagini has asked us to make sentences, no? Gomati Bhai. Ahi hataha apatitaha. Right? Ahi hataha patitaha. Ahi hataha? What is the statement? Patitaha. Ahi hataha. Kopi. Kohipi ahi hataha patitaha. Okay. Okay, but we'll do one exercise, Bhagini. From the first exercise, we have got 12 exercises, no? Let each one of us take four examples and do that. Using the ta padam or the same ta pratandam here, what is given is the same. We'll retain it. But use the sentences, like what Pushpa Bhagini just now told, no? Okay, Bhagini. Rohini Bhagini has to leave. Haritratah. Prahladaha. Oh, okay. I also have to leave. Being on, our neighbors are dropping in. Oh, okay. So we will stop here today, Bhagini. Because it's... Astu, Mahadeya. Astu. Astu. Okay. Samyak. Happy Onam to all of you. I missed most of the class last week. That's why it was good that I joined up. Okay. Yeah. Thank you.